पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 89 नारद उवाच एवं सम्बोधितो विप्रो देवशर्मा द्विजोत्तमः पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीं सत्यमुक्तं त्वया भद्रे सर्वसन्देहनाशनम् तदा हि वंशमिच्छन्ति साधवः सत्यपण्डिताः यथा पुत्रस्य चिन्ता मे न धनस्य तथा प्रिये येन केनाप्युपायेन पुत्रमुत्पादयाम्यहम् सुमनोवाच पुत्रेण लोकान् जयति पुत्रस्तारयदे कुलम् सुपुत्रेण महाभाग पितामादा प्रजीवदः एकपुत्रो वरकान्द बहुभिर्निर्गुणैस्तु किम् एकस्तारयदे वंशमन्ये सन्तापकारकाः पूर्वमेव मया प्रोक्तमन्ये सम्बन्धभागिनः पुण्येन प्राप्यते पुत्रपुण्येन प्राप्यते कुलम् सुगर्भप्राप्यते पुण्यैर्दुर्मृत्युपातकैस्तथा सुखानां निचयं कान्त सत्यमेव वदाम्यहं ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः दानेन नियमैश्चापि क्षमा शौचेन वल्लभ अहिंसया च शक्त्या वास्ते येनापि प्रवर्तते ये दैर्दशभिरङ्गैश्च धर्ममेवं प्रसूयते सम्पूर्णो जायते धर्म अङ्गैर्गर्भो यदोधरे धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा तस्य धर्मप्रसन्नात्मा पुण्यसौख्यं प्रयच्छति यं यं चिन्तयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम् देवशर्मोवाच सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमं कथं पुत्रमहं विद्यां वैष्णवं गुणसंयुधं वद त्वं मे महाभागे यदि जानासि सुव्रते धर्ममार्गस्त्वया सर्वः पितुः प्राप्तः पुराणके ममैतद्विदितं कान्दे भवति ब्रह्मवादिनी च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा सुमनोवाच वसिष्ठं गच्छ धर्मज्ञतं प्रार्थय महामुनिं तस्मात् प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम् एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः करिष्ये तव कल्याणि मदमेवं न संशयः एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः वसिष्ठं सर्ववेतारं दीप्यन्तं तपतां वरं गङ्गातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमं तेजोज्ज्वालासमाकीर्णं द्वितीयमिव भास्करम् राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् भक्त्या प्रणम्य स मुनिं दण्डवत्तं पुनः पुनः तमुवाच महातेजा ब्रह्म सूनुरकल्मषम् उपविशासने पुण्ये सुखेन सुमहामदे नारद उवाच उपविष्टः स योगीन्द्र पुनः प्राह तपोधनं गृहे पुरुषते वत्स दारभृत्येषु सर्वदा क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु निरामयोऽसि चाङ्गेषु धर्मं पालयसे सदा एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरं किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम नारद उवाच एवं सम्भाष्यतं विप्रं विरराम शुभं वचः ततो विप्रो महाभागो वसिष्ठं मुनिपुङ्गवं सहोवाच महात्मानं वसिष्ठं तपतां वरं भगवन् श्रूयतां वाक्यं विच्छेदयद्विजोत्तम दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि येदन्मे संशयं ताद कस्मात् पापाद्वदस्व मे महामोहेन सम्मुग्धप्रियया बोधितो द्विज तयाहं प्रेषितस्ताद तव पार्श्वं समागतः तत्सर्वं हि समाचक्ष्व सर्वसन्देहनाशकं मुक्तिदाता भवस्व त्वं मम संसारबन्धनाद वसिष्ठ उवाच पुत्रा मित्रास्तदा भ्राता अन्ये स्वजनबान्धवाः पञ्चभेदास्तु सम्बन्धाः पुरुषस्य भवन्ति ते तेदेषु मनसा प्रोक्ताः पूर्वमेव तवाग्रदः ऋणसम्बन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहं पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा शुद्धिमाज्ञानसम्पन्नस्तपस्वी वाग्विदाम्बरः सर्वकर्मसु संविदो वेदाध्ययनतत्परः सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः याज्ञिकः सर्वयज्ञानां दादात्यागी प्रियं वदः विष्णुध्यानपरो नित्यं शान्तो दान्तः सुहृत्सदा पितृमातृपरो नित्यं सर्वस्वजनवत्सलः कुलस्य तारको विद्वान् स्वकुलं परिपोषकः एवं गुणैस्तु संयुक्तः सुपुत्रः सुखदायकः अन्ये सम्बन्धयुक्ताश्च शोकसन्तापकारकाः उदासीनेन किं कार्यं फलहीनेन तेन क आयान्ति यान्ति ते सर्वे दुःखं दत्त्वा सुदारुणं पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम पूर्वजन्मकृतं कर्म यत्त्वया परिपालितं तत्सर्वं हि प्रवक्ष्यामि श्रूयदामद्भुतं पुनः भवान् शूद्रो महाप्राज्ञपूर्वजन्मनि नान्यथा कृषिकर्ता ज्ञानहीनो महालोभेन संयुधः एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् धर्मं नैव विजानासि सत्यं च परिनिष्ठितम् दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् कृतं नैव त्वया तीर्थं न च यात्रा महामते एवं कृतस्त्वया विप्रकृषिमार्गः पुनः पुनः पशूनां पालनं पूर्वं गच्छंश्चैव द्विजोत्तम महिषीणां तदाश्वीनां पालनं च पुनः पुनः एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम विपुलं तु धनं तद्वत् लोभेन परिसञ्चितं तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तद् कृषिं कृत्वा न दत्तं तु भवदा धनमेव हि गोमयं हि त्विदं सर्वं पशूनां संचयं च वै विक्रयित्वा धनं विप्र सञ्चितं विपुलं त्वया तक्रं कृतं तदा क्षीरं विक्रीदं सददं दधि दुष्कालश्चिन्तितो विप्र मोहितो विष्णुमायया कृत्वा महार्थमेवैदधनं ब्राह्मणसत्तम निर्दयेन त्वया दानं न दत्तं तु तदा किल देवानां पूजनं विप्र भवता न कृतं सदा पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम् श्राद्धकालं च सम्प्राप्य श्रद्धया न कृतं त्वया भार्या वदति ते साध्वी दिनमध्ये समागदे श्वशुरश्राद्धकालश्च श्वश्राश्चैव महामदे तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे धर्मं मार्गो न दृष्टो हि श्रुतो नैव कदा त्वया लोभो मातापिता भ्राता लोभस्वजनबान्धवाः पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि तस्माद्दुःखी भवज्ञातो दारिद्रेणादिपीडितः दिने दिने महातृष्णा हृदये ते प्रवर्तते यदा यदा गृहे द्रव्यं वृद्धिमायादिते सदा तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिन्तयस्येऽधिकम् दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि सहस्रं लक्षदकोटिकदा वार्बुदमेव च भविष्यति कदा कर्वो निखर्वश्चाधमे गृहे एवं सहस्रलक्षं च कोटिरर्बुदमेव च कर्वो निखर्वसंजातस्तृष्णा नैव प्रगच्छति एवं कालं परित्यज्य वृद्धिमायादि सर्वदा नैव दत्तं हुदं विप्रभुक्तं नैव कदा त्वया निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रा न जानदे अन्यमेवमुपायं तु द्रव्यागमनकारणाद् पुरुषे सर्वदा विप्रलोकान् पृच्छसि बुद्धिमान् खनित्रमञ्जनं वादं धातु वादमधः परं पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः सर्वांश्चिन्तयसे नित्यं कल्पान् सिद्धिप्रदायकान् प्रवेशं चित्रवर्णानां चिन्तामणिं च पृच्छसि तृष्णानले न दग्धोऽसि सुखं नैव प्रगच्छसि तृष्णानलः प्रदीप्तोऽसि आहा भूतो प्रचेतनः एवं भूतोऽसि विप्रेन्द्रगतस्त्वं कालवश्यतां दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम् एवं सर्वं मयाख्यातं वृत्तान्तं तव पूर्वकम् अनेन कर्मणा विप्र निर्धनोऽसि दरिद्रवान् संसारे यस्य सत्पुत्रा भक्तिमन्दः सदैव हि सुशीलाज्ञानसम्पन्नाः सत्यधर्मरथाः सदा सम्भवन्ति गृहे तस्य यस्य विष्णुप्रसीदति धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्दकं स भुङ्क्ते मर्त्यलोके वै यस्य विष्णुप्रसन्नवान् विना विष्णुप्रसादेन दारा पुत्रा भवन्ति न सुजन्मज कुले विप्र तद्विष्णो परमं पदम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः ॐ